पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 6 नारद उवाच एवं द्वन्द्वेषु युद्धेषु सम्प्रवृत्तेष्वनेकशः जघानाथ हरिं क्रुद्धो गदया कालनेमिनम् विहाय मूर्च्छां संचित्य विष्णुं बाणैर्जघानसः तदक्रुद्धेन हरिणा सक्षितौ पादिदो व्यसुः राजञ्जघानसंजित्य राहुं खड्गेन चन्द्रमाः राहुस्तु तं परित्यज्य तदा सूर्यमधावत सहस्रांशुं रणे जित्वा राहुश्चन्द्रमधावत जघान तं च खङ्गेन समरे रजनीपतिः सैंहिकेयाङ्गकाठिन्यात् खङ्गं चूर्णमभूत्तदा जघानमुष्टिना गाढं कठिनेन विधुंतुदः चन्द्रमुद्धाप्यतं कण्ठे धृत्वा वेगान्महामृधे गिलित्वा राहुणा चन्द्रोऽप्युद्गीर्णश्च ततः पुनः मृगं स्वचिह्नमुरसि निधाय विससर्जः स उच्चैश्रवसं गृह्य हयरत्नं विधुंतुदः जालं धरातिकं नीत्वा भक्त्या तस्मै न्यवेदयद दुर्वारणो रणे क्रुद्धस्तं यमं गदयाहनद निशितैर्मार्गनैर्भिन्नः शक्र पुत्रेण चाहवे धृत्वा जयन्तं संह्रादः परिखाखादमूर्च्छितम् ऐरावदं समारुह्य ययौ जालं धरं प्रति अधवांश्चैव गदया निह्रादं धनदोरणे रुद्रास्त्रिशूल निर्खादैर्निशुम्भं जघ्नुरोजसा निशुम्भो बाणजालैश्च पीडयामासतानति शुम्भासुरो देवगणान् पूरयामास मार्गणैः मृत्युं मायामयमयो बद्ध्वा पाशैर्निनायतम् ददौ जालं धरायासौ पौलोम्ने सोऽपि सिन्धवे अब्धिना च मुखे क्षिप्तो लोको जीवदुनिर्भयः बद्ध्वा च नमुचिं पाशैर्वासवोऽपि रसातलं निन्ये विश्वस्य हन्तारम् अथ जालन्धरो ययौ अधेन्द्रबलयोर्युद्धमभूद्राजन् सुदारुणं बलाङ्गरोचिषो भान्ति दिशो दश रवेरिव सर्वाण्यस्त्राणि शक्रस्य शीर्णान्यङ्गे बलस्य च बलीयस बलेनेन्द्रो मुद्गरेण हतो हृदि नानाद्रेन्द्रस्ततो भीमं तच्छ्रुत्वा स बलोहसद हसतस्तस्य निश्चेरुर्मुखदो मौक्तिकानि च तस्याङ्गस्याभिलाषेण न युद्धमकरोत्तदा तुष्टाव वासवोत्यर्थं तं बलं बलसागरं परं वृणुसुरश्रेष्ठेत्युक्तः प्राह बलं प्रति यदि तुष्टोऽसि दैत्येशस्वं वपुर्दातुमर्हसि। तदिन्द्रवचनं श्रुत्वा भित्त्वा शस्त्रैर्गृहाणमाम् इत्युवाच बलं सोऽपि किमिदेयं महात्मनाम्। गिरिवश्रोत्रहीनस्य लोलाक्षीव विचक्षुषः अतिरिक्तश्लोकाः परेषु पुष्पमालेव श्रीः कदर्यस्य निष्फला महात्मनो न गृह्णन्ति हिंसमानान्नृपूनपि सपत्नी प्राप यं त्यब्धिं सिन्धवो नगनिप्नगाः सुजनो न यादिविकृतिं परहितनिरदो विनाशकालेऽपि छिन्नोऽपि चन्दनतरुसुरभयदिमुखं कुठारस्य देवं परं विनश्यदि तनुरपि न श्रीर्निवेदि तासत्सु अवशिष्यदे हिमांशोः सैव कलाशिरसि या शम्भोः ते साधवो भुवनमण्डलमौलिभूता ये साधुतामनुपकारिषु दर्शयन्ति आत्मप्रयोजनवशात्कृतचिह्नदेहाः पूर्वापकारिषु खलोऽपि हितानुरक्तः। तथेत्युक्त्वा सहस्राक्षो मुद्गरेणाहनद्बलं न बिभेद तदा देहः शक्रश्चिन्तामपावः। स्वस्मारितो मादलिना वज्रेणाङ्गं जखान तद तेन वज्रप्रहारेण बलाङ्गं तद्व्यशीर्यद। बलाङ्गस्यैक भागस्तु पपाद कनकाचले तुहिनाद्रौ द्वितीयस्तु तृतीयो गो नगे पतत चतुर्थो देवनद्यां च पञ्चमो मन्दरे तथा वज्राकरे पपातांशः षष्ठश्च विजयाङ्गजः। तस्य जातिविशुद्धस्य परिशुद्धेन कर्मणा कायस्यावयवा सर्वे रत्नबीजत्वमागताः। वज्रादस्तिकणाकीर्णाः षट्कोणा मणयो भवन् अक्षिभ्यामिन्द्रनीला वै माणिक्यं श्रुतिसम्भवम्। क्षदजात्पद्मरागाः स्युः मेधसो मरकदास्तथा प्रवलानि च जिह्वादो दन्तामुक्तास्तथा भवन् मज्जोद्भवं मरकदं गारुत्मदमभून्नस कांस्यं पुरीशं रचतं वीर्यं ताम्रं च मूत्रजम्। अङ्गस्योद्वर्तनाज्जातं पित्तलं ब्रह्मवीदिकाः नादाद्वै दूर्यमुत्पन्नं रत्नं चारुतरं तथा नखेभ्यः कनकोत्पत्ति रुधिराच्च रसोद्भवः। मेधसस्पाडिकं जातं प्रवालं मांससम्भवं बलदेहोद्भवान्यासन्रत्नानि पृथिवीतले पुण्योपचयसम्पत्या भोक्ष्यन्ते विमलैर्जनैः। अत्रान्तरे कदं श्रुत्वा बलं मखवदामृद्धे प्रभावदीनामराज्ञी ययौ तच्चरणान्तिकम्। विललापपदिं दृष्ट्वा विकीर्णावयवं रणे प्रभावत्यश्रुपूर्णाक्षी मुक्तकेशी कनस्तनी हानाथबलविक्रान्तकान्ददेह जगत्प्रिय मां त्वं विहाय किं चात्र कैवल्यं गतवानसि। जराकुष्ठादिभिर्व्याप्तं बुद्ध्वा देहं त्यजन्ति न देहि नोऽन्ये परं कान्तं त्वया देहो वृद्धोज्झितः। तव देहेन दिव्येन हारकं भूष्यदे प्रिय रणोत्सुकेन भवता यावेणी ग्रथिता मम। तामुद्ग्रथय वैधव्य दुःखार्ताया स्वयं प्रिया एवं विलपतिं वीक्ष्य बलराज्ञीं समुद्रजः दुःखिदशुक्रमित्याह बलं जीवय भार्गव। शुक्र उवाच इच्छया मरणं प्राप्तं तं कथं जीवयाम्यहं तथापि मन्त्रसामर्थ्याद्वाचमुच्चारयिष्यति। जालन्धर उवाच बलस्य रूपवचनं श्रोतुमिच्छामि भार्गव। जालन्धरेणैव मुक्तः क्षणं ध्यानपरो भवद। अधोद तिष्ठद्वदनास्वनश्रोत्रमनोरमः प्रभावदीं प्रदिव्यक्तं वाद्यभाण्डा दिवोद्धितः। प्रभावदिस्वदेहं त्वं ममाङ्गेषु लयं नय इति तस्य वच श्रुत्वा नदी जादा प्रभावदी। बलाङ्गेष्वेव लीना सा सुमेरो पूर्ववाहिनी यस्यास्तोयेन संजादा रत्नानां कान्तिरुत्तमा। इति श्रीपाद्मे महापुराणे पञ्चपञ्चाशत्सहस्रसंहितायामुत्तरखण्डे जालन्धरोपाख्याने बलदैत्यस्वर्गारोहणं नाम षष्ठोऽध्यायः। ॐ